अत्र काचित् सूचना। अहम् अस्य कामपि व्याख्याम् अदृष्ट्वा केवलं यावत् मया अवगतं तावत् वाचयामि। तस्मात् अत्र दोषाः भवेयुरेव। तांश्च दोषान् भवन्तः सर्वे सूचयेयुः, बहिष्कुर्युः इति प्रार्थये।